गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां स्वागतम्। गते वर्गे धर्मलक्षणम् आरब्धम्। तत्र धर्मः अथवा पुण्यम् इति नव आत्मगुणेषु अन्यतमः अस्ति, विशिष्टः अस्ति, केवलम् आत्मनि एव वर्तते। विहितकर्मजन्यः धर्मः इति तस्य लक्षणम्। तर्हि तत्र विधिः इत्युक्ते येन केनापि उक्तम् इति नास्ति, वेदे यद्विधीयते तदेव विधिः, तदेव विहितम् इति अवगन्तव्यम्। अतः वैदिकविधिवाक्यविषयकविहितकर्मजन्यः धर्मः इति परिष्कृतम्। तत्र किमर्थं धर्मः इति पदार्थः गुणः अङ्गीकर्तव्यः आत्मनि इति चेत्, व्यवधानमस्ति, कार्योत्पत्तेः पूर्वक्षणे कारणं भवेत् इति नियमः। तर्हि अद्य अग्निहोत्रं कृत्वा बहुकालानन्तरमेव यदा देहपातः भवति तदनन्तरमेव स्वर्गं गच्छति स्वर्गकामः। तर्हि स्वर्गस्य कारणं किम् इति चेत् अग्निहोत्रकर्म इति वक्तव्यम्। किन्तु कर्म तु पञ्चक्षण एव तिष्ठति, यदा समापितं भवति तदनन्तरं क्रिया नश्यते इति कृत्वा बहुकालानन्तरं यत् स्वर्गं प्राप्यते तस्य कारणं कथं वा अग्निहोत्रम्, अग्निहोत्रकर्म इति वक्तुं शक्यते इति चेत्, तत्र अग्निहोत्रकर्मेण धर्मः उत्पद्यते, धर्मेण स्वर्गं प्राप्यते इति कृत्वा तत्र धर्मः इति व्यापारत्वेन कल्प्यते। तत्र गृहपाठः आसीत् तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति, व्यापारत्वं निरूपणीयम् इति। तर्हि मेहुड् महोदय, भवता प्रयत्तितं खलु? न महोदय, समयः एव न लब्धः। क्षम्यता। अस्तु, प्रतिभा वा भगिनि? आम् अहं कृतवती महोदय। अस्तु, तर्हि प्रतिपादयतु। तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम्। अत्र प्रथम तत् इत्यनेन अग्निहोत्रहोमम् उक्तमस्ति, तेन जन्यः अस्ति धर्मः अथवा पुण्यम्। पुनः अहं चिन्तितवती द्वितीय तत् इत्यनेन धर्मः एव उक्तः, तेन जन्यः अस्ति इदानीं मोक्षम् अथवा स्वर्गप्राप्तिः, तस्य जनकः अस्ति धर्मः इति कृत्वा धर्मे इदानीं जन्यत्वं जनकत्वम् उभयमपि आगच्छति, सः एव व्यापारः। अतः परम्परा किञ्चित् चिन्तयतु, तज्जन्यत्वे इत्यत्र तत् इत्यनेन अग्निहोत्रकर्म स्वीकृतः, तत् समीचीनं। तदनन्तरं तज्जन्यजनकत्वम् इति अस्ति खलु, तज्जन्यजनकत्वं तत्र विग्रहवाक्यं किं? तज्जन्यजनकं जनकत्वम् इत्यत्र विग्रहवाक्यं किम्? तत् इत्यनेन तेन जन्यः अपि च जनकः इति, तेन जन्यः इति तज्जन्यः इति भवति। तदनन्तरं जनकत्वं जन्यस्य जनकः, जन्यजनकः वा? तदा तादृशमेव वयं पूर्वं चिन्तितवन्तः, अतः भवतु पूर्वं कदा पूर्वम् इदानीं यद्भवत्या उक्तं तत्र सन्तोषजनकमस्ति वा? यतोहि अत्र इदानीं धर्मेण यद् धर्मं वयं प्राप्तवन्तः तेन जन्यः अस्ति स्वर्गप्राप्तिः अथवा मोक्षः। अतः मोक्षं प्रति तज्जन्यजनकं तज्जन्यजनकत्वम् इत्यत्र विग्रहवाक्यं वक्तव्यम्। तज्जन्यः अपि च जनकः इति, जन्यः च जनकः कर्मधारयः वदति वा? आ, आ, आ, जन्यः कर्मधारयः वदति चेत् तेन जन्यः तज्जन्यः तज्जन्यः च जनकः च इति तज्जन्यजनकः इति कर्मधारयः वदति चेत् तर्हि यस्मिन् कस्मिंश्चित् जन्यत्वम् अस्ति जनकत्वमपि अस्ति इति चेत् तद्व्यापारः भवति खलु. तर्हि कुलाले जन्यत्वमपि अस्ति, कुलालपित्रा जन्यः सः. तर्हि जन्यत्वमपि अस्ति जनकत्वमपि अस्ति तस्मिन्नपि व्यापारत्वम्. हा इत्युक्ते तत्र कुलालः व्यापारः भवति, तेन कुलालपिता कारणं भवति. किन्तु तत्र अन्यथा सिद्धत्वम् उक्तम्. अहं तावत् न चिन्तितवती. करेक्ट्. हा अस्तु रमेश महोदय, भवता चिन्तितं किम्? न महोदय, न चिन्तितम्. अस्तु अस्तु, अत्र पश्यन्तु, तत् इति उभयत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति उभयत्र यत् कारणत्वेन वदेम तदेव स्वीकर्तव्यम्. अग्निहोत्रमेव किम्? अग्निहोत्रं सर्वम् उभयत्र. यथा तत्र पूर्वं दण्डे चक्रभ्रमणं व्यापार चक्रभ्रमणे व्यापारत्वं कल्पयित्वा दण्डे कारणत्वं यदा निरूपयामः तत्र तत्रापि उभयत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इत्यत्र उभयत्र दण्डः एव स्वीकरणीयः. किमर्थम् इति चेत् तत् जन्यत्वे सति तज्जन्यजनकत्वम् इत्युक्ते अग्निहोत्रेण यज्जन्यमस्ति तेन तस्य जनकत्वम्. अग्निहोत्रेण यज्जन्यं किं? धर्मः. तस्य धर्मस्य जनकत्वम् अथवा तेन जनकत्वम् इति, तदा एव व्यापारत्वं कल्प्यते. इदानीं घटे घटः इति कार्यम् इति स्वीकुर्मः, तज्जन्यत्वम् अस्ति कुलाले, कुलालपित्रा जन्यः अस्ति कुलालः इति कृत्वा तज्जन्यत्वमस्ति, किन्तु तज्जन्यजनकत्वं नास्ति. किमर्थम् इति चेत् कुलालपितरं विना अपि कुलालेन घटः कर्तुं शक्यते, घटं कर्तुं शक्यते इति कृत्वा अत्र तज्जन्यजनकत्वं नास्ति. इदानीं चक्रभ्रमणं पश्यामश्चेत् चक्रभ्रमणं केन जायते? दण्डेन जायते. अपि च यत् दण्डेन जायते तेनैव चक्रभ्रमणेन अत्र घटः अपि जायते. अतः जनकत्वं तज्जन्यजनकत्वम्. केवलं जन्यत्वमपि अस्ति जनकत्वमपि अस्ति इति नास्ति, इतोपि किञ्चित् तज्जन्यजनकत्वम् इति वक्तव्यम्. इत्युक्ते येन दण्डेन यत् कार्यं जातं तस्मिन्नेव कार्ये प्रकृतकार्यं प्रति जनकत्वमपि भवेत् तदा एव इति अर्थः. अतः तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति उभयत्र तत् इति पदेन कारणमेव स्वीकर्तव्यम्. अतः अत्रापि तज्जन्यत्वे अग्निहोत्रकर्मजन्यत्वे सति अग्निहोत्रकर्मजन्यजनकत्वं कुत्र अस्ति? धर्मे अस्ति इति कृत्वा धर्मः व्यापारः तेन अग्निहोत्रकर्मणः कारणत्वमपि साधितम्. अपि च यद्यपि नष्टं जातं तथापि तत्र कारणत्वं निरूपयितुं शक्यते. कार्योत्पत्तेः पूर्वक्षणे अग्निहोत्रकर्म नास्ति किन्तु धर्मः अस्ति. तेनैव धर्मे येन अग्निहोत्रकर्मणा धर्मः जातः तेनैव धर्मेण अत्र स्वर्गमपि प्राप्यते, स्वर्गः प्राप्यते इति कृत्वा तत्र व्यापारत्वमस्ति इति कृत्वा सर्वं सामञ्जस्यं भवति. अस्तु अग्रे पठेम. एवम् अत्र 340 पेज् अत्र तृतीयपङ्क्तिः चतुर्थपङ्क्तिः अस्ति. मेहुल् महोदय आरम्भं करोतु. एवम् एवम् अग्निहोत्र होमेपि सोऽपि कर्मसमुदायः सायं प्रातः कालयोः अनुष्ठीयते. सायं होमः न अनुष्ठानात् ऊर्ध्वम् अस्ति, तथैव च प्रातर्होमोऽपि तथा च अनुष्ठानात् ऊर्ध्वमेव अविद्यमानः कथं पारलौकिकं स्वर्गं जनयेत्? मा भूत् सन्देहा ब्रह्मलोकप्राप्तिः, होमेन वा स्वर्गः इत्यपि वक्तुं न शक्यम्। तयोस्तु कार्यकारणभावः वेदबोधितः, वेदश्च ईश्वरोक्तत्वात् सर्वोऽपि प्रमाणम् इति निरूपितमेव। अस्तु, अत्र अग्निहोत्रमपि तादृशम् इति उक्तं पूर्वस्मिन् परिच्छेदे। अत्र अनुष्ठानात् ऊर्ध्वं कथं कालान्तरभाविनी ब्रह्मलोकस्थितिं जनयेत् इति प्रश्नः, तर्हि अग्निहोत्रहोमस्य प्रसङ्गे अपि तथैव प्रश्नः उदेति। अत्र अग्निहोत्रं किम् इत्युक्ते कर्मसमुदायः अस्ति, तस्मिन् बहवः कर्माः भवन्ति, सायं प्रातः कालयोः अनुष्ठीयते, तस्य अनुष्ठानं सायङ्काले प्रातःकाले अपि भवितुमर्हति। सायं होमः न अनुष्ठानात् ऊर्ध्वम् अस्ति, तथैव च प्रातर्होमो अपि। अत्र अनुष्ठानात् ऊर्ध्वम् अस्ति इत्यस्य अर्थः कः महोदय? नश्यति इति। ओ, नश्यति, न अनुष्ठानात् ऊर्ध्वमस्ति, अनुष्ठानात् ऊर्ध्वं नास्ति इति अर्थः। तथैव प्रातर्होमपि तथैव अस्ति। तथा च अनुष्ठानात् ऊर्ध्वमेव अविद्यमानः, तर्हि अत्र होमस्य समाप्तेः अनन्तरं कथं पारलौकिकं स्वर्गं जनयेत्? अत्र होमः तु समापितः, तथा अनन्तरं पारलौकिकं स्वर्गं कथं जनयेत् इति प्रश्नः। मा भूत् सिन्धया ब्रह्मलोकप्राप्तिः, होमेन वा स्वर्गः इत्यपि वक्तुं न शक्यं। तर्हि सन्ध्या अपि सन्ध्यया अपि ब्रह्मलोकप्राप्तिः कथं भवति? होमेन अपि स्वर्गः प्राप्स्यते इति वक्तुं न शक्यते। परन्तु तयोस्तु कार्यकारणभावः वेदबोधितः, इत्युक्ते वेदेषु उक्तः अस्ति तयोः मध्ये कार्यकारणभावः, इत्युक्ते होम अपि च सन्ध्या इत्यनेन ब्रह्मलोकप्राप्तिः अथवा स्वर्गप्राप्तिः इति तयोः मध्ये कार्यकारणभावः वेदबोधितः अस्ति। अपि च वेदः तु ईश्वरोक्तः अस्ति, सर्वः अपि प्रमाणं तदेव प्रमाणम् इति निरूपितमेव। तर्हि अत्र प्रश्नः उदेति, कार्यकारणभावः तयोः मध्ये अस्ति इति तु वेदे उक्तम् अस्ति, परन्तु सायङ्काले प्रातःकाले यः होमः अथवा सन्ध्या वयं कुर्मः, तस्य अनन्तरं ब्रह्मलोकप्राप्तिः अथवा स्वर्गप्राप्तिः कथं भवति इति प्रश्नः। यदि अग्निहोत्रकर्मणा स्वर्गम् अत्र कार्योत्पत्तेः पूर्वक्षणे अग्निहोत्रं कर्म नास्ति इत्यतः तस्मिन् कारणत्वं न कल्पयितुं शक्यते, वेदस्य अप्रामाण्यत्वं भवति, अप्रामाण्यत्वम् आपत्तिः, तन्न इच्छते ईश्वरोत्तत्वात् इति कृत्वा कथञ्चित् तत्र वक्तव्यम्। इत्युक्ते धर्मः पुण्यं जायते इति नैयायिकाः कथं निर्णीयते इति चेत् अनुमानेन निर्णीयते, न तु शाब्देन। अग्निहोत्रं जुहुयात् स्वर्गकामः इति वेदवाक्यं, तर्हि मध्ये यदि धर्मः इति कश्चन आत्मगुणः जायते इति न वदेम, तर्हि अग्निहोत्रकर्मणि कारणत्वं न कल्पयितुं शक्यते। न शक्यते चेत् वेदस्य अप्रामाण्यप्रसङ्गः जायते इति कृत्वा धर्मः इति कश्चन आत्मगुणः नैयायिकैः अनुमानेन कल्पितः, वेदं स्वीकृत्य न कल्प्यते। अस्तु, अग्रे महोदय। अतः तादृशकार्यकारणभावरक्षायै मध्ये कश्चन व्यापारः कल्प्यः, अनुभवेन स्मृतिजनने आत्मनि संस्कारकल्पनवत्, अयमपि च व्यापारः आत्मनि एव कल्प्यते, स च सन्ध्यया होमेन च जायते, कालान्तरभाविनीं ब्रह्मलोकावाप्तिं स्वर्गं च जनयति। एष एव शास्त्रे धर्मः इति उच्यते, तदेतत् उक्तं विहितकर्मजन्यः धर्मः इति। अस्तु, तदेव अत्र उक्तमस्ति। अत्र कार्योत्पत्तेः पूर्वस्मिन् क्षणे एव कारणं भवेत्, परन्तु अत्र सन्ध्या अपि च होमः इति तु पूर्वे एव समापितः, तर्हि मध्ये कश्चन व्यापारः कल्पनीयः एव, येन कार्यकारणभावस्य रक्षणं भवति। तर्हि अत्र संस्कार अपि च अनुभवेन स्मृतिः जायते, स्मृतेः संस्कारः जायते आत्मनि। तर्हि तादृशम् अत्र मध्ये कश्चन व्यापारः आत्मनि एव कल्प्यते। तर्हि स च सन्ध्यया होमेन तादृश व्यापारः इति इत्युक्ते धर्मः जायते। अतेन एव कालान्तरे ब्रह्मलोकवाप्तिम् अपि च स्वर्गं वयं प्राप्नुमः, अथवा स्वर्गं च जनयति इति प्राप्तिं जनयति इति आगच्छति। तदेव व्यापारः शास्त्रे धर्म इति नामेन नामयुक्तनामेन उच्यते। तस्य अतः एव लक्षणवाक्यमस्ति विहितकर्मजन्यः धर्मः, तदेव लक्षणवाक्येन उक्तमस्ति। उत्तमम्। अपि च वैदिकविधिवाक्यविषयकविहितकर्मजन्यः धर्मः इति परिष्कृतम्। परिष्कृतं सत्यम्। अस्तु, उत्तमं महोदय, धन्यवादः। अग्रे सत्यभौम भगिनी पठति किम् अधर्मलक्षणम् इति। अधर्मलक्षणं निषिद्धकर्मजन्यः तु अधर्मः। अनया एव रीत्या अधर्मलक्षणः अपि चिन्त्यम्। तत्र हि निषिद्धकर्मजन्यत्वम् अधर्मलक्षणः अपि चिन्त्यम् इति वा? लक्षणः इति पुल्लिङ्गपदं नास्ति, लक्षणमपि चिन्त्यं, लक्षणं नास्ति, लक्षणे अपि चिन्त्यम्। अत्र तु सप्तमी, लक्षणे अपि चिन्त्यम्, लक्षणे अपि चिन्त्यम्। तत्र हि निषिद्धकर्मजन्यत्वम् उक्तं। मम एकः संशयः अस्ति महोदय, केषाञ्चन मन्त्रे साक्षात् स्वर्गं गच्छति इति वेदे उक्तमस्ति, तत् कथं भवति? तत्रापि धर्मम् अथवा पुण्यमेव ऊर्ध्वं गच्छति खलु? सत्यं, साक्षात् इत्युक्ते तत्र साक्षात् इत्यनेन प्रसङ्गः कः? अत्र सोमवेदे अहं श्रुतवती, तत्र ऋषीणां ऋषि एवम् उक्तमस्ति, एतत् मन्त्रम् ऊर्ध्वं गच्छति इति। अहम् अत्र किं मन्त्रं स्वीकृत्य अनन्तरं ग्रूप् मध्ये प्रेषयिष्यामि। अर्थः कथा? अनया एव रीत्या अधर्मलक्षणे अपि चिन्त्यं। तत्र हि निषिद्धकर्मजन्यत्वम् उक्तम्। निषिद्धः इत्यस्य निषेधविषयः इति अर्थः। निषेधः नाम सः भवति यः क्रिया न कर्तव्या इति बोधयति। इहापि पूर्ववद् एव वाक्ये लिङ् लोट् वा भवति, नयि तु अधिकः। यथा लौकिकं वाक्यं वह्नी स्पृशे न स्पृशेत्, वैदिकं वा वाक्यं न अनृतं वदेत्। अस्मिन् परिच्छेदे लक्षणत्वेन उक्तमस्ति यत् न कर्तव्यम् इति वेदे उक्तं, तदेव निषिद्धकर्म इति। निषिद्धः नाम सः भवति क्रिया न तादृश क्रिया न कर्तव्या इति। तदपि लोट् अस्मिन् परिच्छेदे वेदे न कर्तव्यम् इति यदुक्तं तदेव निषिद्धः इति अस्मिन् परिच्छेदेन उक्तं खलु? निषिद्ध नाम सः भवति क्रिया न कर्तव्या इति। किन्तु यदि अहं वदामि वह्निं न स्पृशेत्, निषिद्धः एव इत्युक्ते यदि न यत् निषिद्धः तदेव उक्तम्। सत्यं, लोट् अथवा लङ् स्वीकृत्य पूर्वं धर्मस्य लक्षणम् उक्तम् आसीत्। अत्र उदाहरणं किम् आसीत्? अस्तु, अत्र अधिकं न प्रतिपादनीयम्, एतत् सर्वं चिन्तितमेव खलु, नूतनं चिन्तनं नास्ति, केवलं नैतु अधिकः इत्युक्ते निषिद्धविधौ निषेधकविधौ नै अधिकं प्रयुज्यते, न न न इति वह्निं न स्पृशेत् इति. अस्तु अग्रे. इह च वह्निस्पर्शनम् अनृतभाषणं वा न कर्तव्यमिति बोधः जायते. लक्षणखडकनिषेधः तु लक्षणखडकनिषेधः तु वैदिकग्राह्यः. तादृशनिषेधविषयीभूत अनृतभाषणादिक्रियाफलं नरक अवाप्तिः स्मृति प्रसिद्धा न क्रियोत्पत्ति समा अनन्तरक्षणे भवति. एतत् पूर्वम् उक्तं तदा एव समानन्तरक्षणे भवति. समानन्तरक्षणम् इत्युक्ते यदा क्रिया समाप्यते तत्र अग्रिमक्षणे फलं लभ्यते इति नास्ति. नास्ति अग्रे. अतः तादृशकार्यकारणभावनिर्वाहाय मध्ये व्यापारः निषिद्धकर्मजन्यः स्वीक्रियते. तस्य निरूपणार्थं मध्ये व्यापारः इति पदार्थस्य स्वीकरणं स्वीकार्यं भवति. स च अनृतभाषणादीना उत्पद्यते. कालान्तरभाविनरकजनकः च कालान्तरभावि इति एव खलु. कालान्तरभावि नरकजनकः च भवति. स च अनृतभाषणादीनाम् उत् किम् अनृतभाषण अधर्मम् अनृतभाषण अनृतभाषणादीनाम् उत्पद्यते. कालान्तरभावि नरकजन्यः च भवति. स एव तस्य जनकः जनकः स भवति. स एव च शास्त्रे अधर्मः इति उच्यते इत्युच्यते. तस्य च लक्षणमुक्तं निषिद्धकर्मजन्यः इति. अस्तु, सर्वं सरलमेव, अत्र केवलं पठित्वा अग्रे गन्तुं शक्यते. अस्तु, तर्हि अत्रापि लक्षणपरिष्कारः करणीयः. वैदिकविधिवाक्यविषयक निषिद्धकर्मजन्यः अधर्मः इति परिष्कर्तव्यः. अस्तु अग्रे भगिनि. बुद्ध्यादयोः बुद्ध्यादयः बुद्ध्यादयः अष्टौ आत्ममात्रविशेषगुणाः. बुद्ध्यादि गुणाः अष्टगुणाः आत्ममात्रविशेषगुणाः इति. ततः बुद्धि इच्छा प्रयत्नाः नित्याः अनित्याः नित्याः अनित्याः च. नित्या ईश्वरस्य, अनित्या जीवस्य. इदानीं बुद्धि वयं पूर्वकषायम् उक्तवन्तः बुद्धि सुख इच्छा द्वेष प्रयत्न धर्माधर्मसंस्काराः ये अष्टविषय. तत्र पूर्ववर्गे नवगुणाः विशिष्टगुणाः इति उक्तम्. इदानीम् अष्टौ एव उक्तः. संस्कारः त्यक्तः. संस्कारः नास्ति. संस्कारः अपि भवति किन्तु अग्रे आयास्यते. संस्कारस्त्रिविधः इति तदनन्तरं पश्येम. संस्कारः अपि आत्मगुणः किन्तु संस्कारः केवलम् आत्मनि एव जायते इति नास्ति. विशिष्टसंस्कारः आत्मनि जायते क्रियया अथवा कर्मणा. न क्षम्यताम्, अनुभवजन्य स्मृतिर्हेतुर्भावना आत्ममात्रवृत्तिः इति उक्तम्. यत् ज्ञानेन जायते सः संस्कारः अनुभवजन्यसंस्कारः आत्मनि जायते. किन्तु तत्र इतोपि संस्कारद्वयमस्ति, तत्तु आत्मनि न जायते, तदनन्तरं पश्येम. अस्तु अग्रे भगिनि वदतु. अत्र बुद्धि इच्छा प्रयत्नः तद् ज्ञानमिच्छाकृतिः एव खलु. तत्तु ईश्वरे नित्यः अस्ति, जीवेषु अनित्यः इति. पञ्चगुणाः तत् सुखगुणाः के इति सुख दुःख द्वेष धर्म अधर्म. उत्तमम्. ते नित्याः वा अनित्याः वा? ते अनित्याः. सर्वे अनित्याः? ते सर्वे अनित्याः. ते सर्वे अनित्याः. कुत्र जायते? कीदृश आत्मनि जायते? कीदृश इत्युक्ते आत्मा? आत्मा कतिविधम्? जीवात्मनि जायते. उत्तमं. परमात्मनि बुद्धि इच्छा कृतिः जायते, प्रयत्नः जायते. एवं जीवात्मनि अपि जायते, किन्तु अन्ये पञ्चगुणाः केवलं जीवात्मनि एव जायते, अपि च ते सर्वे अनित्याः. अनित्याः इति कृत्वा अत्र अनित्याः तेषां विषये न उक्तम्. अस्तु, अग्रे भगिनि. बुद्ध्यादीनां लक्षितानां विशेषमाः आत्ममात्रविशेषगुणाः इति उक्तम्. तत् विशेषणत्वेन उक्तमस्ति, आत्ममात्रविशेषगुणाः इति. एते सर्वे आत्ममात्रविशेषगुणाः इति प्रथम उक्तमस्ति खलु, तदनन्तरम् अतः एव अत्र आत्ममात्रविशेषगुणाः इत्यनेन अन्ये द्रव्यः सन्ति तेषु नास्ति इति चिन्तयामि. अन्येषु द्रव्येषु न सन्ति. न सन्ति. सन्ति रूपादयः विशेषगुणाः, ते न आत्मनः किन्तु पृथ्व्यादीना. अन्ये गुणाः ये सन्ति ते कुत्र वर्तते इति चेत् रूपादयः आत्मनि नास्ति, परन्तु द्रव्येषु वर्तते, अन्येषु द्रव्येषु वर्तते. तत्रापि रूपं रसः इति सामान्यरूपेण चिन्तने रूपं पृथ्व्यादित्रिके पृथ्वी जले तेजसी वर्तते, रसः पृथ्वी जलयोः इति विशेषगुणता तेषां क्लेशेन वर्णनीया भवति. तत् इत्युक्ते किञ्चित् क्लेशः अस्ति खलु, रूपः रूपम् इति गुणः अन्येषु सर्वेषु द्रव्येषु इति नास्ति, केवलं पृथिव्यां जले तेजसि. अपि च रसः कुत्र वर्तते इति चेत् केवलं पृथिव्यां जले. गन्धः कुत्र वर्तते इति चेत् केवलं पृथिव्याम् इति क्लेशेन वर्णनीया भवति. ज्ञानादयस्तु ज्ञानादयस्तु विशेषगुणाः आत्मनि एव भवन्ति. ज्ञानमिच्छाकृति अन्य अष्टगुणाः सरलतया वक्तुं शक्यते, केवलम् आत्मनि वर्तते, आत्मनि एव वर्तन्ते इति. अस्तु, अग्रे. बुद्ध्यादित्रिकस्य नित्य अनित्यभेदं दर्शयति. ईश्वरगतस्य ज्ञानादित्रिकस्य नित्यत्वम् ईश्वरनिरूपणे निरूपितम्. अतः ते आत्मनः विशेषगुणाः इति भावः. जीवगतत्रिगस्यापि अनित्यता अनुपदं दर्शिता. एतत् इदानीम् उक्तं, ज्ञान इच्छाकृति नित्यत्वेन आत्मने वर्तते, ईश्वरगतस्य ज्ञानादित्रिकस्य नित्यत्वम् ईश्वरनिरूपणे. अतः त्रयः आत्मनः विशेषगुणाः इति भावः. एते त्रयः. एकः प्रश्नः भवत्याः कृते, ईश्वरे विद्यमान बुद्धि इच्छा प्रयत्नाः तेषां सङ्ख्या का? तेषाम् आनन्दाः एकः एव नित्यम्. अनन्तः न सन्ति, एक एव ज्ञानम्. एकमेव ज्ञानम्, एका एव इच्छा, एकः एव प्रयत्नः, अपि च एतत्त्रयमपि नित्यम्. तर्हि अत्र ईश्वरीयज्ञाने ईश्वरीयज्ञानं कीदृशं भवति? तत् ज्ञानस्य वैविध्यम् अस्माभिः अधीतं खलु, समूह आलम्बनज्ञानं, सामान्यज्ञानं, संशयः इत्यादिकम्। हरिः ओम्। तादृशं कथं वक्तुं शक्यते महोदय? अत्र चिन्तयतु, अहं प्रश्नं पृच्छामि। समूह यस्य कस्यापि ज्ञानं भवतु, यस्य कस्यापि ज्ञानं भवतु, अत्र षड्विधज्ञानेषु अन्तर्भवेत् खलु। बहुत्र एकं बहुत्र एकम्, एके बहवः इति द्वितीयं, तदनन्तरं संशयः इति तृतीयं, तदनन्तरं समुच्चयज्ञानं, समूहालम्बनज्ञानं, सामान्यज्ञानम् इति षड्भेदाः अस्माभिः अधीताः। एकस्मिन् ज्ञाने बहवः विषयाः इति वक्तुं शक्यते। हा, तर्हि तादृशज्ञानस्य यदि एकस्मिन् ज्ञाने बहवः विशेष्याः सन्ति, बहवः प्रकाराः अपि सन्ति, अपि च तयोः मध्ये विरोधः नास्ति इति चेत् तादृशज्ञानस्य नाम किम्? समूहालम्बनज्ञानम् इति चेत्। उत्तमम्। हा, समूहालम्बनज्ञानं खलु। आम् आम् महोदय। हा, तर्हि ईश्वरीयज्ञानं समूहालम्बनज्ञानं, एकस्मिन् ज्ञाने एकमेव ज्ञानं तस्य, ज्ञानं नित्यं। तर्हि अस्मिन् ज्ञाने कति विषयाः सन्ति इति चेत् लोके ये विषयाः अभूवन्, भवन्ति, भविष्यन्ति, ते सर्वे एकस्मिन् ज्ञाने विषयाः सन्ति ईश्वरस्य। अस्तु, उत्तमम्, अग्रे गच्छेम। धन्यवादः भगिनि। धन्यवादः। अग्रे रमेश महोदय पठति वा इदानीं संस्कारः इति। आम् महोदय। संस्कारः त्रिविधः, वेगः, भावना, स्थितिस्थापकः च इति। वेगः पृथ्व्याधिचतुष्टयं मनः मात्रवृत्तिः, अनुमात्रवृत्तिः, मनोमात्रवृत्तिः, अनुभवजन्या स्मृतिहेतुः भावना, आत्ममात्रवृत्तिः, अन्यताकृतस्य पुनः तद् अवस्थापादकः, स्थितिस्थापकः, कटादि पृथ्वीवृत्तिः। किञ्चित् वदतु, तदनन्तरम् अग्रे गच्छेत्। तत्र संस्कारः त्रिविधः इति दत्तमस्ति, एकः वेगः, द्वितीयः भावना, द्वितीया भावना, तृतीयः स्थितिस्थापकः इति। वेगः पृथ्वी, अप् तेज, वायु एव तेषु एव अस्ति, मनः अपि, मनः अपि अस्ति, मने मनसि अपि अस्ति इति दत्तमस्ति। अनुभवजन्या स्मृतिः, भावना हेतुः, स्मृति भावना इत्युक्ते अनुभवजन्या स्मृति हेतुः एव भावना इति। तद् आत्मनि एव वर्तते। अन्यथाकृतस्य, कापि कृतस्य पुनस्थापादकः, स्थितिस्थापकः, तत् पूर्णतया न बुद्धम्। दट् रिस्टोरिङ्ग् स्टेट् इति वा तत्? एलास्टिसिटि, एलास्टिसिटि, ओके। अन्यथाकृतस्य, अन्यथाकृतस्य, यु हेव् एक्स्पाण्डेड् इट्, पुनस्तद् अवस्था आपादकः, स्थापकः जलस्थितिः हा मेक् सेन्स् हा कटादि पृथिवीवृत्तिः तस्य अत्र तु भिन्न उदाहरणं दत्तमस्ति प्रायः तेषु दिनेषु रब्बर् न आसीत् इति कृत्वा कटादि पृथिवी वृत्तिः इत्युक्ते कटं मेट् इट् कायिल्स् बेक् रैट् वेन् यु स्प्रेड् इट् इट् अगेन् कायिल्स् बेक् तादृशमुक्तम् अस्तु अपि च वेगः इत्यस्य कथं आङ्ग्लभाषायाम् अनुवादं करोति वेगः इत्युक्ते किम् वेगः इस् स्पीड् इति वा न स्पीड् न भवति वेगः अस्माभिः कुत्र पठितः पूर्वमेव पठितः अस्माभिः वेगः गुरुत्वं यत्र पतनं भवति तत्र वेगः इति पठितम् इति चिन्तनं हा उत्तमम् आद्यपतन हेतुः गुरुत्वम् इति उक्तं किमर्थम् आद्यपतनम् इति चेत् यदा आद्यपतनं भवति तेन पतनेन अत्र वेगाख्यसंस्कारः जायते कुत्र कन्दुके पुनः तत्र वेगाख्यसंस्कारेण अन्यः वेगाख्यसंस्कारः जायते इति अतः आद्यपतनहेतुः आद्यपतनव्यवहारहेतुः संस्कारः इति तादृशम् अस्माभिः लक्षणं पठितम् अस्तु अग्रे महोदय क्रमप्राप्तं संस्कारं विभज्यते विभजते विभजते संस्कार इति यद्यपि सर्वत्र सामान्यलक्षणम् अभिधाय एव विभागः क्रियते ग्रन्थकृता इति इह अपि तथा करणम् एव उचितं तथापि ग्रन्थस्य अस्य बालप्रतिपत्तिहेतुत्वेन त्रिविधसंस्कार अनुगतलक्षणस्य क्लेशसाध्यत्वेन च बालबोध्यता अनर्हत्वात् साक्षात् विभागः कृतः तत्र आद्यः वेगः तावद् किञ्चित् वदतु तदनन्तरं पठेम क्रमप्राप्तं संस्कारं विभज्यते संस्कार इति अत्र यदा भवता पठितं तत्र अवगतं किम् अवगतं चेत् स्वशब्दैः वदतु न क्रमप्राप्तम् इन् आर्डर् आफ् हा अत्र चतुर्विंशतिगुणाः सन्ति खलु तेषु इदानीं संस्कारस्य विषये क्रम संस्कारस्य क्रमः आगतः तर्हि तस्मिन् विषये वदति सामान्यतया प्रथमं लक्षणम् उक्त्वा तदनन्तरं तस्य विभागः क्रियते यथा पृथिवीलक्षणे गन्धवती पृथिवी इति प्रथमं लक्षणम् उक्त्वा सा पृथिवी त्रिविधा इति तदनन्तरम् उच्यते वैविध्यं किन्तु अत्र परिवर्तितं प्रथमं विभागः उक्त्वा तदनन्तरं प्रत्येकं विभागस्य लक्षणम् उच्यते किमर्थम् इति चेत् बालबोधनाय तत्र क्लेशसाध्येन च बालबोधनार्हत्वात् साक्षात् विभागः कृतः इत्युक्ते संस्कारः इति गुणस्य लक्षणं किमपि नास्ति प्रत्येकं वैविध्यस्य लक्षणं क्रियते इति कृत्वा अत्र एवमुक्तम् इति लिखितं तावदेव अस्तु अग्रे महोदय तत्र आद्यः वेगः तत्र आद्यः वेगः अयं च क्रियाजन्यः वेगजन्यः च अनेन एव च द्वितीया द्विपतनानि उत्पद्यन्ते तत्र च अतिव्याप् वारणाय गुरुत्वलक्षणे आद्य इति पदं सार्थकम् इति निरूपितम् द्वितीया च भावना न ओके तत्र आद्यः प्रथमसंस्कारः वेगः इति सः क्रियाजन्यः द्विविधं वेगः द्विविधं क्रियाजन्यः एकविधं द्वितीयविधं वेगजन्यः इति हा एवमेव अन्यः अपि गुणः अस्माभिः अधीतः सः कः इति मनसि आयाति वा अन्यः गुणः क्रियाजन्यः अपि च स्वेन जन्यः इति भवति शब्दः न शब्दः तु क्रियाजन्यः नास्ति खलु शब्दः क्रियाजन्यः नास्ति परन्तु शब्देन शब्दः जनयति शब्दः किन्तु संयोगः संयोगः संयोगः कर्मजसंयोगः संयोगजसंयोगः इति द्विविधम् अस्माभिः अधीतम् क्रियया यज्जायते तत् कर्मजसंयोगः किन्तु हस्तघटसंयोगेन शरीरघटसंयोगः यज्जायते तत्तु संयोगजसंयोगः इति यथा तद्वत् अत्र क्रियाजन्यः वेगजन्यः तर्हि प्रथमम् आद्यपठनेन यः यः वेगः जायते तत् क्रियाजन्यः तदनन्तरं द्वितीयवेगः तत्तु वेगजः वेगेन जन्यः अस्ति इति कृत्वा अस्तु अग्रे महोदय द्वितीया कुत्र हा द्वितीया च भावना स्मृतिलक्षणनिरूपणे विस्तारेण निरूपिता उत्तरेण विस्तरेण निरूपिता तर्हि किञ्चित् वदति वा अनुभवेन संस्कारः जायते उत्तमम् अनुभवः नाम प्रत्यक्षं चतुर्विधा अस्ति अनुभवः प्रत्यक्षम् प्रत्यक्षम् अनुमितिः उपमितिः उपमितिः शाब्दः तर्हि एतैः सर्वैः संस्कारः जायते केवलं प्रत्यक्षेनैव संस्कारः जायते इति नास्ति अनुमित्यापि संस्कारः जायते अनुमितिः अपि अनुभवः अपि च यदि अहं रज्जौ सर्पं पश्यामि भ्रमात्मक अनुभवः अनुभवः द्विविधः भवति खलु भ्रमा भ्रमा इति तत्र भ्रमात्मक अनुभवेनापि संस्कारः जायते वा आं जायते एव हा इति मनसि भवेत् अतः एव केवलम् अनुभवः इति उक्तं किमर्थं ज्ञानजन्य इति न उक्तम् अनुभवजन्या स्मृतिः इति किमर्थम् उक्तम् अनुभवजन्या स्मृतिहेतुः इति किमर्थम् उक्तं ज्ञानजन्या स्मृतिहेतुः इति किमर्थं न उक्तम् ज्ञानद्विविधं खलु संस्कारमपि ज्ञानः एव अस्ति न संस्कारः नास्ति स्मृतिरपि स्मृतिः ज्ञानः अनुभवः स्मृति हा हा स्मृतिः तर्हि स्मृत्या संस्कारः जायते वा इति प्रश्नः स्मृत्या संस्कारः जायते वा न हा इति नैयायिकानां मतम् स्मृत्या संस्कारः न जायते इत्युक्ते गते ह्यः मया एकः सर्पः दृष्टः प्रत्यक्षेन तेन संस्कारः जातः तर्हि अद्य इदानीं तस्य स्मरणं जातं किन्तु इदानीं तस्य स्मरणं जातम् इति कृत्वा संस्मरणेन संस्कारः जायते वा इति चेत् न इति नैयायिकानां मतं किञ्चित् चिन्तनीयमस्ति तद् न भवति इति चिन्तयामि महोदय लेट् यदि अहं ह्यः सर्पं दृष्टवान् भीतवान् अपि इदानीम् अहं तस्य यद् स्मृति भवति अहं विचिन्त्य तत् सर्पं नास्ति रज्जुः एव आसीत् प्रायः इति मया वक्तुं शक्यते तर्हि तस्य संस्कारः परिवर्तितुम् अपि शक्यते इति अहं चिन्तयामि। हा तत्तु भवतु, किन्तु इदानीं यदि निजसर्पः साक्षात् सर्पः ह्यः दृष्टः इति चिन्तयतु, तर्हि अद्य तस्य पुनर्चिन्तनं भवति चेदेव श्वः अपि तत्र संस्कारस्य दार्ढ्यं भवति खलु। यदि कश्चन अनुभवः मयि जातः ह्यः प्रातःकाले, ह्यः प्रातःकाले मया अल्पान्नं खादितम् इति चिन्तयतु, तर्हि किं खादितम् इति स्मरणेन आगच्छति चेत् परश्वः न अवबुद्ध्य मनसि न आगच्छति। सो ऐ हाव् अ डिफरेण्ट् टेक् आन् दिस्। इफ् यु कीप् थिङ्किङ्ग् रिपीटेड्लि रिमेम्बरिङ्ग् वन् पर्टिक्युलर् इन्सिडेण्ट् देन् दट् संस्कार रिमेन्स् इति, तर्हि तत्र नैयायिकाः किं वदन्ति इति न जाने। यद्भवता उक्तं सत्यं, किन्तु तत्तु एक्सेप्शन् अस्ति, अपवादः अस्ति, उत्सर्गः नास्ति। दिस् मीन्स् देट् नो वाट् यु आर् सेङ्ग् इस् देट् इट् इस् द सेम् संस्कार बट् इट् इस् गेटिङ्ग् डीपेण्ड् वाट् ऐ एम् सेङ्ग् इस् संस्कारेण संस्कारः जायते इति वक्तुम् इच्छामि अहम्। यथा वेगेन वेगः जायते तद्वत् संस्कारेणापि संस्कारः जायते, इत्युक्ते स्मृत्या संस्कारेण स्मृतिः जायते, यदा स्मृतिः जायते तेनापि संस्कारः जायते इति वक्तुम् अहम् इच्छामि। तद् नूतनसंस्कारः नास्ति इति वक्तुं शक्यते, परन्तु यद् मया उक्तं तद् नूतनसंस्कारः एव भवति इति अहं चिन्तयामि। इत्युक्ते नावबुद्धं किञ्चित् प्रतिपादयतु, आङ्ग्लभाषायामपि वदतु। ओके, वाट् ऐ सेड् वास् दट् सी यु केन् कन्सिडर् दिस् थिङ्ग् वाट् ऐ एट् यस्टर्डे एण्ड् रिमेम्बरिङ्ग् दट् टुडे एण्ड् कीपिङ्ग् आन् रिमेम्बरिङ्ग् इट् डैलि, देर् फोर् ऐ विल् रिमेम्बर् इट् फोर् एवर्। That is not a new memory, but so it's just deepening of the existing memory. You can claim that it is deepening, it is just that that same memory is there. Whereas what I am saying is that yesterday I thought I saw a snake, today I remembered it, looked at all the possibilities and said no, that is a rope. So I conclude that what I saw was a rope. So in my mind now what I saw is now a rope and not a snake. Therefore I have a new memory that I saw a rope rather than that I saw a snake. So that is something that came in because of samskara and all bunch of samskaras together. Ha atra pashyatu yatha bhavata pratipaditam hyah maya sarpah drishtah kintu tatra vastavikam rajjuh eva asti भवतु, तर्हि संस्कार सर्पः दृष्टः इति कृत्वा सर्पविषयकसंस्कारः मयि जातः ह्यः। तदनन्तरम् अत्र अन्येन प्रमाणेन भिन्नेन प्रमाणेन अनुमानप्रमाणेन वा यत्किमपि, ओ ह्यः मया तत्र सर्पः न आसीत् रज्जुः एव आसीत् इति नूतन अनुभवः जायते, तेन अनुभवेन अत्र प्रमाणं किम्? अनुभवस्य उपमानम्। तर्हि उपमितिः जायते, उपमित्या अपि संस्कारः जायते। तर्हि ह्यः मया सर्पः दृष्टः इति संस्कारः इदानीमपि तिष्ठति। ह्यः मया संस्कारः सर्पः दृष्टः, किन्तु अद्य अवबुद्धः तत्र रज्जु एव अस्ति इति मया अवबुद्धः इति ज्ञानद्वयं संस्कारद्वयम्। अतः एव एवं मया वाक्यं वक्तुं शक्यते, स्मरणात्मकज्ञानं समूहालम्बनज्ञानम् अत्रापि। स्मरणात्मकज्ञानं किं? विषयद्वयमस्ति, ऐ थाट् ऐ सा अ स्नेक् यस्टर्डे बट् इट् टर्न्ड् औट् टु बि अ रोप् इति वाक्यं कथं वक्तुं शक्यते? तत्र संस्कारद्वयमस्ति इति कृत्वा। बट् ऐ अग्री वित् युवर् दिस् थिङ्ग् दट् इट् मैट् नाट् बि, यदि अहं ह्यः मया किम् अल्पान्नं खादितं तत् किम् इति अद्य यदि प्रयत्नेन स्मरणं करोमि तर्हि तत्र नूतनसंस्कारः जायते इति तु नास्ति सत्यं। पूर्वं यत् संस्कारः जातः तस्य दार्ढ्यं भवति इति तु सत्यं, किन्तु तत्र दार्ढ्यं भवति इति वक्तव्यं खलु तस्मिन् विषये अत्र किमपि न उक्तम्। इदानीं तृतीयः स्थितितापकः इति तत्र गतं, तर्हि तत्र तेषां प्रक्रिया का इति पठनीयं। भवतु समीचीनम्, अग्रे गच्छेम। तृतीयः महोदय मया गन्तव्यम् इदानीम्। अस्तु महोदय, अस्तु भवान् गच्छतु। हा स्वयं महोदय पठति वा तृतीयः स्थितिस्थापकः इति? महोदय कुत्र तृतीयस्य स्थितिस्थापकः? तृतीयः स्थितिस्थापकः तत्र प्रथमपरिच्छेदमस्ति खलु 342, तत्र अधस्तः द्वितीयः वाक्यं, द्वितीयवाक्यम् द्वितीया च वृक्षादौ तत्र पृष्ठसङ्ख्या 124 इति लिखितमस्ति खलु तदनन्तरम्। ओ अस्तु अस्तु, तृतीय तत्र तृतीयः स्थितिस्थापकः, तृतीयः तृतीयः स्थितिस्थापकः वृक्षादौ स्वस्थानात् कर्षिते पुनः तत् स्थानप्राप्तिदर्शनात् ज्ञायते। तत्र आद्यः पृथिव्यादिचतुष्टय मनोवृत्तिः इति मूले उक्तम्। वेगः भावः स्थितिस्थापकः संस्कृत। वृक्षादौ स्वस्थानात् कर्षिते पुनः तत्स्थानप्राप्तिदर्शनात् ज्ञायते। यदि वृक्षस्य कर्षणं कुर्मः, इफ् यु पुल् ए ट्री इट् गोस् बेक्, इट् बौन्सस् बेक् टु इट्स् ओरिजिनल् शेप् रैट्, बिकम्स् वर्टिकल् अगेन्। तदेव तर्हि स्थानप्राप्तिदर्शनात् ज्ञायते इत्युक्ते अनुमानेन ज्ञायते। स्थितिस्थापकः इति कश्चन संस्कारः वर्तते इति अनुमानेन ज्ञायते। तत्र आद्यः पृथिव्याद्यस्य मनोवृत्तिः इति मूले उक्तम्, तदवगच्छति खलु। वेगः वेगः किमर्थं पृथिव्यादिचतुष्टये मनोवृत्तिः इति मूले उक्तम्? न बुद्धं महोदय। न बुद्धम् इति नास्ति, भवान् चिन्तयतु, भवता चिन्तयितुं शक्यते। पृथिव्यादिचतुष्टये पृथिव्यादिचतुष्टयं किं? पञ्चमहाभूताः न, पृथिव्यादिचतुष्टयं पञ्चमहाभूतः इति मा वदतु, चतुष्टयमिति उक्तं खलु। तानि कानि द्रव्याणि? पृथिवी पृथिवी हा पृथिवी आप् तेजः वायुः खलु। अस्तु तर्हि एतेषां एतेषाम् अपि च मनः एतेषां परिमाणं किम्? मनसि नास्ति महोदय, परिमाणम् अस्तु। सत्यभाव भगिनी किञ्चित् सहायं करोतु। चिन्तयित्वा वदतु। अस्तु पृथिवी मध्यमपरिमाणक मध्यमपरिमाणकपृथिव्याः एकम् उदाहरणं वदतु। स्टोन् अस्ति खलु, खडः समीचीनं, घटः। तर्हि घटः कथम् उत्पादितम् उत्पादितः? परमाणुतः। तर्हि परमाणु पृथिव्याः परिमाणं किम् इति चेत् परमाणुपरिमाणम् इति वक्तव्यम्। परमाणुपरिमाणं भवति पृथिव्यानां पृथिव्याः। तदनन्तरम् अत्र परमाणोः यदा संयोगः भवति तदा द्व्यणुकं भवति त्रिणुकं भवति इति मध्यमपरिमाणमपि भवति। तर्हि पृथिव्यादिचतुष्टयस्य परिमाणं किम् इति प्रश्नस्य उत्तरं किम्? अणुपरिमाणम्। अणुपरिमाणं मध्यमपरिमाणम् उभयमपि? उभयमपि। केवलम् अणुपरिमाणम् इति नास्ति, परमाणूनां परमाणुपरिमाणमस्ति। किन्तु मध्यमपरिमाणवतां मध्यमपरिमाणमस्ति, तर्हि उभयमपि भवति पृथिव्यादिचतुष्टयस्य। मनसः अणुपरिमाणम्, केवलम् अणुपरिमाणमेव खलु? तर्हि अत्र वेगः इति गुणः अथवा संस्कारः, संस्कारस्य एकविधः पृथिव्यादिचतुष्टयमनोवृत्तिः इति किमर्थम् उक्तम्? आकाशे वेगः भवति वा? आकाशे वेगः, आकाशे वेगः न भवति अत्र। किमर्थम्? आकाशस्य परिमाणं भिन्नपरिमाणमस्ति, सर्व महत् परिमाणमस्ति, तत् एकम्। अत्र तादृशकार्यं न भवति, अत्र क्रिया जनकत्वं नास्ति खलु। स्पष्टतया वदतु भगिनि, भवती अवगच्छति अत्र आकाशे, मम प्रश्नः आकाशे वेगः भवति वा इत्यस्य उत्तरं किम्? आकाशे वेगः न भवति। किमर्थम्? आकाशस्य विभुत्वात् इति वक्तव्यं वा न? अत्र विभुत्वात् इति समीचीनं, किन्तु इतोपि किञ्चित् वक्तव्यं। विभुत्वात् किमर्थं विभुत्वम् अस्ति चेत् क्रिया न जायते। तर्हि क्रिया कुत्र जायते? अमूर्तद्रव्येषु एव। मूर्तद्रव्येषु, अमूर्तं क्षम्यतां, विपरीतरीत्या मूर्तद्रव्येषु एव क्रिया जायते, विभुद्रव्येषु क्रिया न जायते। तर्हि इदानीम् आकाशः, आकाशस्य विभुः विभुत्वम्, आकाशे विभुत्वं, काले विभुत्वम्, आत्मनि विभुत्वम्, तदनन्तरं दिक् दिक् दिक् अपि विभुः इति कृत्वा एतेषु चतुर्षु द्रव्येषु क्रिया न जायते। यदि क्रिया जायते तेनैव, तया एव क्रियया वेगः जायते खलु? यदि वेगः जायते वेगेन पुनः वेगः जायते, तर्हि क्रिया जायते चेद् एव, यस्मिन् क्रिया भवितुमर्हति अथवा येषु क्रिया भवितुमर्हति तेषु एव वेगः जाय, वेगः संस्कारः उत्पद्यते इति निगमनम्। सत्य, धन्यवादः भगिनि। स्वामी महोदय अवबुध्यते खलु? आं महोदय, इदानीं स्मरणे आगच्छति। न, एतत् सर्वं मनसि संस्थापयेत्। अस्तु, इति कृत्वा पृथिव्याधिचतुष्टये मनोवृत्तिः इति अवगतम्। अस्तु, अग्रे द्वितीयः आत्मनिष्ठः। द्वितीयः आत्मनिष्ठः तं लक्ष्यति अनुभवजन्या इति। अनुभवजन्यत्वमात्रोक्तौ अनुभवध्वंसे अतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः करणत्वात् अतः स्मृतिहेतुत्वम् आवश्यकम्। तावत् मात्रोक्तौ अनुभवे अतिव्याप्ति अतः अनुभवजन्यत्वं दातव्यम्। तावद् वदतु, इदानीं दलसार्थक्यं करोति। इदानीमपि संस्कारः एव वेगः भावना, तर्हि अनुभवजन्या स्मृतिहेतुः भावना आत्ममात्रम् अत्र भवतः मनसि इतोपि क्लेशः अस्ति इति चिन्तयामि. संस्कारः कति विधः? त्रिविधः महोदय. हा, तेषां नाम किम्? वेगः, भावना, स्थितिस्थापकः. उत्तमं. वेगः कुत्र जायते? पृथिव्यादिचतुष्टय. अग्रे उच्च वदतु. पृथिव्यादिचतुष्टय मनोवृत्तिः. मनोवृत्ति पञ्चसु द्रव्येषु जायते वेगः. भावना कुत्र जायते? भावना तु आत्मनि. उत्तमं. हा, तदनन्तरं स्थितिस्थापकः कुत्र जायते? स्थितिस्थापकः क्रिया, कर्म. न न, स्थितिस्थापकः इति संस्कारः कुत्र जायते? तद् पृथिव्यां, पृथिव्यां वा महोदय? कटादि पृथिवीवृत्तिः इति उक्तं खलु. केवलं पृथिव्यामेव जायते स्थितिस्थापकः इति संस्कारः. अवबुध्यते खलु? संस्कारः इत्युक्ते केवलम् आत्मनि यज्जायते तदेव, तस्यैव नाम संस्कारः इति नास्ति. आत्मनि जायमानसंस्कारस्य भावना इति नाम. भावना केवलं आत्मनि जायते. वेगः अथवा स्थितिस्थापकः इति नामकः संस्कारः क्रमेण पृथिव्यादिदृष्टे मनो मनसि अथवा पृथिव्यां जायते. तर्हि इदानीं द्वितीयः इत्युक्ते भावना. भावनायाः लक्षणं किम्? अनुभवजन्या स्मृतिहेतुः भावना. अत्र कति दलमस्ति? अनुभवजन्या अपि च स्मृतिहेतुः. उत्तमं. तर्हि अनुभवजन्या इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति वदतु. अनुभवध्वंसे अतिव्याप्तिः इति. अनुभवध्वंसे अतिव्याप्तिः. हा, प्रतिपादयतु. प्रतिपादयतु. भावना अनुभवजन्या अस्ति. केवलम् अनुभवजन्या अस्ति चेत् अनुभवानन्तरम् अपि भावना अस्ति खलु मनसि, तत्तु स्मृतिरूपेण अस्ति स्मरणं. दलसार्थक्यं कुर्वन्तः. अनुभवजन्या अत्र स्मृतिहेतुः इति दलं त्यजामश्चेत्, स्मृतिहेतुः इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? अनुभवजन्या इति दलमेव स्वीकुर्मः अथवा स्मृतिहेतुः इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? कथं वदनीयम् इति. यत्र भवता पठितं तत्रैव अस्ति खलु. अनुभवध्वंसे अतिव्याप्तिः इति लिखितं, किन्तु अनुभवध्वंसः नाम किम्? अनुभव अनन्तरम्. अनुभव अनन्तरम् इच्छुमः वदतु. अनुभवध्वंसः इत्युक्ते किम्? अनुभव प्राक् पश्चात् महोदय. अनुभवः अपि क्षणिकमेव खलु. सत्यं तेन तदा तदा किं जायते तदनन्तरम् अनुभवः जायते तदनन्तरम् अनुभवः नश्यति हा तर्हि अनुभवध्वंसः इत्युक्ते अनुभवप्रध्वंस अभावः घट घट घटं घट घटः यदा नश्यते तर्हि घट अभावः अस्ति खलु प्रध्वंस अभावः अस्ति खलु एवम् अनुभवः नश्यति चेत् तर्हि अनुभवध्वंसः जायते अनुभवध्वंसस्य कारणं किम् प्रतियोगी इति उक्तं प्रतियोगी हा ध्वंसः ध्वंसं प्रति प्रतियोगिनः कारणत्वात् इति उक्तं खलु उक्तं तत् महोदय अनुभवं विना अनुभवध्वंसः भवति वा न भवति हा तर्हि अनुभवः अपि कारणं खलु ध्वंसं प्रति तस्य ध्वंसं प्रति अनुभवमेव न जातः चेत् अनुभवः एव न जातः चेत् अनुभवध्वंसः भवितुमर्हति वा न भवितुमर्हति हा घटः एव न जातः चेत् घटध्वंसः कथं वा स्यात् तर्हि घटध्वंसस्य कारणं किम् इति चेत् प्रतियोगी अपि कारणम् घटः प्रतियोगी अपि कारणं कीदृशकारणं केवलं पुनस्मारणार्थम् एतत् सर्वम् अहं चिन्तयामि कारणं कतिविधम् साधारणकारणं न्यायवर्गे अस्ति भवान् साधारणकारणमिति किमपि अस्ति वा अस्तु मेल् महोदय किञ्चित् प्रतिपादयतु अत्र आम् महोदय तत्र निमित्तकारणम् अस्ति न प्रथमं कारणं कतिविधम् ओ कारणं कतिविधं त्रिविधं वदतु साधारण असाधारणनिमित्त इति अस्ति खलु साधारणं नास्ति समवायीकारणम् असमवायीकारणं निमित्तकारणं साधारणमिति पदं नास्ति समवायी असमवायीनिमित्तकारणं तत्र भिन्न भिन्नरीत्यापि अस्ति साधारणकारणम् असाधारणकारणम् इति तर्हि समवायीकारणस्य लक्षणं किम् यत् समवायेन स्थित्वा कार्य समवायेन कार्यं जनयति इति समवायेन स्थित्वा समवायेन कार्यं जनयति चेत् तद् असमवायीकारणस्य लक्षणं हा असमवायीकारणस्य लक्षणं समवायीकारणस्य लक्षणं न स्मरणं क्षम्यताम् तादात्म्येन स्थित्वा हा तादात्म्यं सत्यं तदेव कपालः इति मनसि चिन्तयतु एकम् उदाहरणं मनसि संस्थापितं चेत् ऊहं कर्तुं शक्यते कपालः तादात्म्येन स्वस्मिन् स्थित्वा समवायेन घटं जनयति इति कृत्वा कपालः समवायीकारणं कपालद्वयसंयोगः समवायेन कपाले स्थित्वा कपाले घटं जनयति इति कृत्वा असमवायीकारणम् अन्यत् सर्वं निमित्तकारणं खलु तर्हि अत्र प्रतियोगी प्रतियोगिनी कीदृशकारणत्वं वर्तते अत्र समवायिकारणम् इति मन्ये लक्षणं सङ्गच्छते वा इति परिशीलयतु स्वस्मिन् लक्षणसमन्वयः भवति वा इति परिशीलयतु स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति भवेत् इति वा घटध्वंसः समवायि समवायसम्बन्धेन घटे वर्तते वा वर्तते. समवायसम्बन्धः केषु भवति? पञ्चषु स्थलेषु भवति. जातिव्यक्तयोः गुणगुणिनयोः अन्यत् क्षम्यतां न स्मरामि. क्रमेण गच्छतु. अत्र अत्र सप्तपदार्थाः सन्ति खलु, तत्र द्वितीयपदार्थमस्ति गुणः. तर्हि सर्वे पदार्थाः द्रव्ये एव वर्तते इति वयं जानीमः. तर्हि अत्र प्रथमं गुणः, गुणः गुणिनि द्रव्ये समवायेन वर्तते. तदनन्तरं कर्म, कर्मवति द्रव्ये समवायसम्बन्धेन वर्तते. तदनन्तरं जाति सामान्यं, व्यक्तौ समवायसम्बन्धेन, व्यक्तौ द्रव्ये समवायसम्बन्धेन वर्तते. तदनन्तरं विशेषः समवायसम्बन्धेन, समवायसम्बन्धेन नित्यद्रव्ये वर्तते. सर्वं द्रव्ये वर्तते इति वक्तव्यं, तत्रैव समवायसम्बन्धः भवति. अनन्तरं तु अवयवी अवयवे समवायसम्बन्धेन वर्तते. तर्हि अभावः इति गुणः नास्ति, कर्म नास्ति, जातिः नास्ति, विशेषः नास्ति, अवयवी अपि नास्ति. इति कृत्वा समवायेन अभावः प्रतियोगिनी न वर्तते. खलु? तर्हि कार्यं समवायेन न वर्तते चेत् समवायीकारणमपि न भवति, असमवायीकारणमपि न भवति. उभयत्र कार्यं समवायसम्बन्धेन कारणे भवेत्. इति कृत्वा ध्वंसं प्रति प्रतियोगिनः कारणत्वं निमित्तकारणं. इति अत्र किञ्चित् पुरस्मरणार्थम् एतादृशं चिन्तनं कुर्मश्चेत् समीचीनं भवति. अस्तु, सर्वं सर्वं लिखितं, परन्तु एकस्मिन् एव क्षणे सर्वं मनसि आगच्छति. न अत्र एवं पुनः पुनः चिन्तनीयं. सत्यं, कारणम् इति चेत् अस्माभिः एव चिन्तनीयम् अत्र कीदृशकारणम् अत्र अत्र साधारणकारणं वा असाधारणकारणं वा. अत्र असाधारणकारणमेव भवति. अस्तु, स्वामीमहोदय अवगच्छति खलु. महोदय, स्वामीमहोदय महोदय, हा अस्तु. ध्वंसं प्रति प्रतियोगिनः कारणत्वात्. तर्हि इदानीं वदतु, यदि स्मृतिहेतुः इति दलं त्यजामः कुत्र अतिव्याप्तिः भवति? अनुभव अनुभवप्रध्वंस अभावे अतिव्याप्तिः. अनुभवप्रध्वंसाभावे यदि अनुभवजन्या इति पदं त्यजामः तर्हि कुत्र अतिव्याप्तिः भवति? इदानीं स्मृतिहेतुः इति एव लक्षणम्. अनुभवे, अनुभवे अतिव्याप्तिः भवति. निरूपयतु कथम् अनुभवे अतिव्याप्तिः इति. केवलं स्मृतिहेतुः एव भावना अस्ति चेत् तर्हि अनुभवमपि भावना जनयति खलु इति न वक्तव्यं महोदय. इदानीम् अनुभवे अतिव्याप्तिः इति उक्तम्. स्मृतिहेतुः अनुभवः वा इति चिन्तनीयम्. स्मृतिः कथं जायते? अनुभवानन्तरं संस्कारः यज्जायते. वदतु महोदय, अत्र भवान् न्यायवर्गे अस्ति, इतोपि स्पष्टतया वक्तव्यं. स्मृतेः लक्षणं किम्? Mm. झटिति तु मनसि न आगच्छति. न न, इदानीमेव सर्वं चिन्तितं खलु, अत्र झटिति इति नास्ति. बहुपकालपूर्वम् अस्मिन्नेव वर्गे एतत् सर्वं चिन्तितम्. अस्तु, मेहुल् महोदय वदतु. संस्कारमान्य संस्कारमात्रजन्यत्वं सन्ति. हा, तर्हि स्मृतिहेतुः किं? स्मृतिहेतुः कः? संस्कारः खलु. संस्कारः. हा, तर्हि कथम् अनुभवे अतिव्याप्तिः इति वदति? अत्र संस्कारः अनुभवेन एव संस्कारः जायते खलु. हा, अनुभवेन संस्कारः जायते. संस्कारेण स्मृतिः जायते इति कृत्वा. अनुभवेन संस्कारेण अनुभवः जायते. कारणस्य कारणं भवति खलु. हा, कारणस्य कारणम् अनिकासिद्धं भवति खलु. हा, सत्यं. तर्हि कथम् अनुभवे अतिव्याप्तिः इति उक्तम्? तदेव अहं चिन्तयन् अस्मि, अत्र अनुभवे कथं भवति इति. एतदपि अस्मिन्नेव वर्गे अस्माभिः चिन्तितम्. अस्तु, सत्यभामा भगिनी सहायं करोतु. महोदय, यदा अनुभव क्रिया जायते, अनुभवः जायते, तस्मात् तद् नश्यति. तदनन्तरं स्मरणेन स्मृतिः उत्पद्यते. इदानीं स्मृतिः उत्पद्यते वा? संस्कारः उत्पद्यते, संस्कारेण स्मृतिः उत्पद्यते. सम्पूर्णं वदतु. स्मरणेन स्मृतिः उत्पद्यते इति भवती उक्तवती, तत् परिष्करोतु. यदा क्रिया नश्यति तदनन्तरं क्रिया नश्यति वा? यदा क्रिया जायते तदनन्तरं. किमर्थं क्रियायाः विषये चिन्तनम् इदानीम्? अनुभवः नश्यते. अनुभवः नश्यते तस्मात् अनन्तरक्षणम् इति वा? किं वदन्ति? यदा अनुभवः नश्यति तदनन्तरक्षणं संस्कारः जायते चेत् कथम् अनुभवे संस्कारस्य जनकत्वं कल्पयितुं शक्यते? पूर्वक्षणे नास्ति खलु. संस्कारः उत्पद्यते तदनन्तरं नश्यति इति वक्तव्यं. द्वितीयक्षणं संस्कारः उत्पद्यते. क्षम्यता. You have to be very careful when you say, we are in Nyaya Varga. This is like mathematics. Astu, nirupayitu. Yada anubhava utpadyate, anubhavaha jayate, tasmat agrima chane samskaraha utpadyate. Tadanandaram, anubhavaha nashyati, samskaraha smarana rupena atmani tishtati. संस्कारः स्मरणरूपेण इति मा वदतु भगिनी. स्मरणम् इत्युक्ते स्मृतिः खलु. किमर्थं संस्कारः स्मरणरूपेण इति वदति? संस्कारः एव आत्मनि अस्ति. संस्कारः आत्मनि तिष्ठति. इदानीं किमर्थं यदा सर्वं वदति? मम प्रश्नः कः? अन्यथा सिद्धम् इति उक्तं खलु. अनुभवे अतिव्याप्तिः इति अत्र उक्तं. तत् तद् निरूपणीयम्. इदानीं कारणस्य कारणमस्ति खलु. अनुभवे अतिव्याप्तिः अत्र किं जायमानम् अस्ति इति भवती अवगच्छति वा? अवगच्छति. जायमानमस्ति यदि स्मृतिः स्मृतिहेतुः इति एकमेव दलं वदेम, तत्र अनुभवे अतिव्याप्तिः भवति इति ग्रन्थकारेण उक्तम्. किन्तु स्मृतेः हेतुः कः? संस्कारमात्रजन्यं स्मृतिः. तर्हि संस्कारः एव हेतुः खलु. तर्हि संस्कारः हेतुः चेत् कथम् अनुभवे अतिव्याप्तिः इति उक्तम्? संस्कारः अनुभवेन एव उत्पाद्यते. सत्यं, किन्तु इदानीं कारणस्य कारणमस्ति खलु अनुभवः. कारणस्य कारणम् अनिता सिद्धम्. एतत् सर्वम् इदानीम् एतावत्पर्यन्तं मेहुल् महोदयेन चिन्तितम्, इतः परं भवत्या वक्तव्यम्. तथापि कारणं विना कार्यं न उत्पादयति. कुलालपिता विना कुलालपितरं विना कुलालः घटं न उत्पादयति. अतः कुलालपितुः आवश्यकता अस्ति. यद्यपि कुलालपिता अन्यथा सिद्धः नास्ति वा? अन्यथा सिद्धः अस्ति चेदपि सः अन्यथा सिद्धः अस्ति चेदपि इति न वक्तव्यम्. अन्यथा सिद्धः अस्ति चेत् कारणत्वं नास्ति. तदेव अन्यथा सिद्धः इति पदस्य अर्थः. पञ्चविध अन्यथा सिद्धाः अस्माभिः अधीताः, तेषु सर्वेषु कारणत्वं नास्ति. कुलालपितरि कारणत्वं नास्ति. अत्र किं वक्तव्यम्? अनुभवे कारणत्वं कल्पनीयम् इत्यतः संस्कारे किं वक्तव्यम्? व्यापारत्वं कल्पनीयम्. हा अब्बा, तदेव वक्तव्यम्. तदेव वक्तव्यम्. मया किं पृष्टं? कारणस्य कारणम् अन्यथा सिद्धं खलु इति मया पृष्टम्. आम्, किन्तु कारणस्य कारणम् अन्यथा सिद्धं, किन्तु व्यापारस्य कारणम् अन्यथा सिद्धं नास्ति. अत्र संस्कारः इति व्यापारः अस्ति. तज्जन्यत्वे सति तज्जन्यजनकत्वं संस्कारे अस्ति इति कृत्वा कारणस्य कारणम् अन्यथा, यद्यपि अन्यथा सिद्धं, तथापि व्यापारस्य कारणम् अन्यथा सिद्धं नास्ति. किमर्थमिति तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारे अस्ति इत्यतः. अतः अनुभवे अतिव्याप्तिः. अनुभवं तु कारणस्य कारणं नास्ति, व्यापारस्य कारणम् इति कृत्वा परम्परया अनुभवे कारणत्वं वर्तते एव. यथा अग्निहोत्रकर्मणि कारणत्वं वर्तते, अथवा दण्डे कारणत्वं वर्तते, नष्टे दण्डे कारणत्वं वर्तते. तद्वत् अत्र कारणत्वम् अनुभवे अस्ति इति कृत्वा अनुभवे अतिव्याप्तिः. तर्हि अनुभवजन्या स्मृति हेतुर्भावना इति वदामश्चेत्, दलद्वयं मिलित्वा वदामश्चेत्, ध्वंसे अनुभवध्वंसे अपि अतिव्याप्तिः न भवति, अनुभवे अपि अतिव्याप्तिः न भवति. अतः अनुभवजन्यत्वं दातव्यम्. अस्तु, मेहुल् महोदय अग्रे पठतु महोदय तृतीयस्य. अस्तु, कर्मलक्ष्यं नास्ति खलु? अस्तु, अतः तृतीयस्य स्थितिस्थापकस्य कार्यं मूले दर्शयति अन्यथा इति. इदं प्रसिद्धं पृथिवीवृत्तित्वं मूले उक्तमेव. अस्तु, अत्र स्थितिस्थापकस्य कार्यं मूले दर्शयति, तदस्ति अन्यथा इति. अन्यथा कृतस्य पुनस्तद् अवस्थापादकः इति स्थितिस्थापकः. इदं प्रसिद्धं पृथिवी वृत्तित्वं मूले उक्तमेव, मूलग्रन्थे एव. तत्र परच्छेदं करोतु महोदय. अन्यथा कृतस्य अवस्थापादकः, परच्छेदं करोतु. अन्यथा कृतस्य, अन्यथा कृतस्य पुनः. तत् समीचीनं. पुनः अग्रे तत्, पुनः तत् अवस्था आपादकः. तद् अवस्थायाः आपादकः, तदवस्था आपादकः. षष्ठी, षष्ठी, तदवस्थापादकः स्थितिस्थापकः. So bringing it back to its original state. Original state, अत्र अन्यथा इति केवलं तावदेव किमर्थं लिखितम् अन्यथा इति अन्यथा इति इत्युक्ते तत्र अन्यथा इति सर्वं न विलेखनीयं खलु अन्यथा कृतस्य पुनस्तन्त्रसावसर्गस्य स्थापकः इति उक्तं तत्र अन्यथा इति अस्तु इति शैली अस्ति अस्तु अस्तु मूलवाक्यमस्ति अन्यथा इति आरभ्य सम्पूर्णवाक्यस्य उल्लेखं कृत्वा इदं प्रसिद्धं सर्वे वयं सर्वे जानीमः पृथिवीवृत्तित्वं तु मूले उक्तमेव कुत्र वर्तते इति चेत् केवलं पृथिव्यां वर्तते इति उक्तम् आं सत्यं परन्तु अत्र पृथिव्यां वर्तते इत्यनेन इलास्टिसिटि इति अस्ति तर्हि पृथिव्यां एव वर्तते खलु इलास्टिसिटि जले इलास्टिसिटि अस्ति वा जले नास्ति जले नास्ति तेजसि नास्ति वायोपि नास्ति मनसि अपि नास्ति किन्तु वेदान्तमतानुसारं अत्र मनसि एतदस्ति मैण्ड् इस् लैक् अ रब्बर् इस् लैक् अ जेल् नैयायिकानां मतानुसारं चक्षुः बहिर्गच्छति तैजसीय इन्द्रियं चक्षुः इति कृत्वा चक्षुः बहिर्गच्छति साक्षात् बहिर्गच्छति किन्तु वेदान्तीनां मतानुसारं चक्षुर्द्वारा मनः बहिर्गच्छति सो इट् एक्स्पेण्ड्स् मैण्ड् एक्स्पेण्ड्स् लैक् अ रब्बर् बेण्ड् अण्ड् गोस् इन् एन्वलप्स् सो यु शुड् इमेजिन् मैण्ड् टु बि लैक् मोल्टन् रब्बर् लाटेक्स् इति तदेव वृत्तिः इति नाम कथं ज्ञातव्यं तत् कथं ज्ञातम् इति मया प्रश्नः उदेति मनः गच्छति अपि च स्थितिस्थापकः कस्मिन् अस्ति इति कथं ज्ञातं तत्सर्वं नो वि हाव् टु थिङ्क् वि हाव् टु थिङ्क् अत्र वेदान्ते यथा न्याये अत्र प्रतिक्रमव्यवस्था इति परिभाषिकशब्दः अस्ति प्रतिक्रमव्यवस्था इत्युक्ते ज्ञानं कथं जायते इति सर्वैः प्रमाणैः ज्ञानं कथं जायते इति विषये चिन्तनमेव प्रतिकर्मव्यवस्था इति नाम तर्हि तत्र यथा नैयायिकाः वदन्ति तद्वत् वेदान्तिभिः अपि उक्तम् सो बट् दे डोण्ट् से ऐ हव् इमेजिन्ड् इट् they don't say like rubber etc and they don't say sthitisthapakah iti samskarah manasi vartate iti tesha matam nasti but when you imagine when you read vedanta paribhasha or their prakriya granthas you will see that they say that mind modifies actually that's a wrong word mind expands you should say तदा अन्तर्मुखं भवति अन्तर्मुखं भवति मीन्स् इट् बिकम्स् इन्वर्ड् डजन्ट् मीन् इट् बेसिक्लि रीगेन्स् इस् ओरिजिनल् शेप् दट् वाट् इट् मीन्स् अस्तु समयः जातः अत्र स्थगयेन